अस्तु, तर्हि इदानीं कुतः आगतः अहम् व्यायामं करोमि स्म, तत्र व्यायामं करोमि स्म अहं तत्र. लक्ष्मीभगिनी, भवत्या व्यायामं कदाचित् क्रियते वा? न महोदय, न क्रियते. महोदय, कदाचित् करोति वा? कदाचित् महोदय, सर्वदा न करोमि. मीना भगिनी, मीना भगिनी, व्यायामं करोमि महोदय. व्यायामं भगवद्गीता श्लोकं न न न न शारीरिकं व्यायामं करोमि. करोति. शिल्पा भगिनी करोति वा? करोमि, किन्तु प्रतिदिनं न करोमि. अस्तु अस्तु, प्रतिदिनं कुर्यात्. भवद्भिः सर्वैः व्यायामं नियमितरूपेण क्रियेत इति कृत्वा अस्माकम् अद्यतनविषयः अस्ति कर्मणि विधिलिङ्, कर्मणि लिङ्. भवद्भिः सर्वैः नियमितरूपेण व्यायामं क्रियेत इति वाक्यं भवति. तत्र प्रथमतया लङ्कारस्य कश्चन श्लोकः, कर्मणि लङ् इत्यस्य श्लोकः अस्ति अवशिष्यते. तत्र सन्दीपमहोदय पठति वा? ततः नाम पञ्चचत्वारिंशदधिकशततमीपुटे तत्र अन्तिमभागे गतपाठस्य ततः. एतस्मिन् गीताश्लोके प्रयुक्तं लङ्लकाररूपं जानीत. ततः लकाश्च धैर्यश्च पणवानकगोमुखाः सहसैवाभ्यहन्यन्त स्वशब्दस्तुमुलो भवत्. अत्र किं किम् अस्ति इति वदति वा? ततः शङ्खाश्च शङ्खाः च धैर्यः च प्रणवानकगोमुखाः. ततः मीन्स् तदनन्तरं, तत्पूर्वम् अन्यः श्लोकः अस्ति भगवद्गीतायां. तदनन्तरं शङ्खाः तथा धैर्यः प्रणवानकगोमुखाः एते सर्वे विविधाः वाद्यविशेषाः. अत्र युद्धे प्रयुज्यन्ते. सहसा एव अभ्यहन्यन्त. सः शब्दः तुमुलः अभवत्. सहसा इत्युक्ते युगपत्. अकस्मात् युगपत्. सहसा एव अभ्यहन्यन्त. अभ्यहन्यन्त इति कर्मणि लङ्. हन् धातुः, तस्य अभि उपसर्ग उपसर्गपूर्वकम् अभ्यहन्यन्त इति कर्मणि लङ् प्रथमपुरुष बहुवचन रूपं. शङ्खाश्च धैर्यश्च एते सर्वे. अर्थः कः? अभ्यहन्यन्त अभ्यहन्यत्त अभ्यहन्यन्त वादनं एते शङ्खाः अस्ति, धैर्यः सन्ति, तान् सर्वान् वादनं अकुर्वन्त. सत्यम्. अभ्यहन्यन्त सः शब्दः, सः महान् शब्दः अभवत्, तुमुलः अभवत्, बहु कोलाहलः अभवत्. इति विषयः अस्ति. अत्र कोऽपि शब्दः न अवगम्यते अस्माभिः. अत्र हन् धातु महोदय, हन् हन् इति धातुः तत्र अभि उपसर्गपूर्वकः अनेन ध्वनिं करोति इति भिन्नरीत्या अतः भवति अत्र हननं करोति इति न बुद्धं खलु अत्र वादिविशेषाः सन्ति खलु ध्वनेः तत्र ध्वनिं कृतवन्तः तत्र कर्मणि ध्वनिः अभवत् अन्वयवाक्यं भवति तदा शङ्खाः भैर्यः पणवानगोमुखाः च सहसा एव अभ्यहन्यत सः शब्दः तुमुलः अभवत् इति सरलः श्लोकः अस्ति वस्तुतः यथा क्रमः अस्ति तथा कोऽपि शब्दः प्रश्नः वा शिल्पभगिनी वर्तते वा न किन्तु अहम् अनन्तरं ध्वनिमुद्रिक अस्मिन् एतत् ध्वनिमुद्रिकिञ्चित् वदामि अत्र तर्हि अत्र युद्धसमये तत्र भगवद्गीतायाः तत्र विषयः कः युद्धम् अस्ति खलु युद्धं युद्धविषये तत्र प्राचीनकाले तस्य आरम्भे तत्र किं वदेम तत्र ड्रम्स् इत्यादिकं भवति खलु ड्रम् हार्न् इति तत्र पणवानक इति ड्रम्स् गोमुखाः इति हार्न्स् तादृशं नाम वाद्यं नाम तत्र सङ्गीतस्य कृते ध्वनेः कृते वाद्यम् इति वदामः तत्र भिन्नभिन्न रीत्या तत्र किं पणवानकः इति एकमस्ति गोमुखाः इति अन्यः अस्ति इति शङ्खः इति अन्यः अस्ति एवं रीत्या भिन्नभिन्नरीत्या वाद्यविशेषाः सन्ति तेषां द्वारा ध्वनिः जातः इत्यस्य व्यक्तीकरणार्थम् अभ्यहन्यत तत्र हन् धातुः सामान्यतया इत्युक्ते हननं करोति इति अत्र तथा नास्ति किन्तु मारयति किन्तु अत्र तादृश अर्थः नास्ति तादृश अर्थः अस्ति नास्ति तत्र वाद्यविशेषः ये वाद्यविशेषाः सन्ति तेषां द्वारा ध्वनीकरणार्थं तत्र या क्रिया भवति तत्र अभिहननम् इति अस्ति ध्वनिः इति शब्दः अस्तु इति वार्ता अस्ति अनन्तरं सूक्तिः सुब्रह्मण्यमहोदय कृपया आं महोदय सूक्तिः जितक्रोधेन सर्वं हि जगदेतद्विजीयते अत्र कर्मणि प्रयोगे अस्ति अत्र विजीयते इति अत्र विजीयते कर्मणि कर्मणि जयति विजयते इति भवति वा महोदय अत्र आत्मनेपदिरूपं हा सत्यं आत्मनेपदि कर्मणि लट् रूपमेव अस्ति खलु महोदय अत्र सत्यं अत्र जितक्रोधः अत्र जितक्रोधेन सर्वं हि जगत् एतत् विजीयते इत्युक्ते एतत् जगत् सर्वं विजीयते जितक्रोधेन जितक्रोधेन कर्तृ जितक्रोधः यः क्रोधं जयति सः सत्यं जितः क्रोधः येन सः जितः क्रोधः येन सः अग्रिमपुस्तके एतत् समायाति समासः जितः क्रोधः येन सः जितक्रोधः तस्य तृतीयविभक्त्यन्तं कृत्वा जितक्रोधेन अग्रे जितक्रोधेन अत्र जितक्रोधः एतत् जगत् सर्वं हि अत्र जी धातुः अस्ति विजयते इति तस्य कर्तरीरूपमस्ति महोदय इत्युक्ते सः सर्वं जयति इति यदि वयं क्रोधं जयामः तर्हि सर्वं जगत् अपि जयामः इति तस्य अर्थः बहु समीचीनमस्ति अत्र धातुः कः अस्ति धातुः अस्ति जी महोदय ह्रस्व इकारः अत्र दीर्घिकारः किमर्थमस्ति अत्र दीर्घ इकारः अस्ति अत्र इकारस्य दीर्घत्वं भवति आर्ध धातुकः परः अस्ति चेत् खलु महोदय अत्र एकः सूत्रमस्ति एकनिमिषः महोदय इदानीं तदेव अस्ति अकृत् सर्वधातुकयोः दीर्घः महोदय कितिङिति यक् यकारादौ इति अस्ति यत् यक् इति अस्ति अतः दीर्घकारः अस्ति अस्तु बहु समीचीनमस्ति इदानीम् अग्रे विधिलिङ् इति विषयः अस्माकं विधिलिङ् कर्मणि भावे प्रयोगः लिङ्लकारे अत्र इदानीम् अन्तिमकर्मणि कर्मणिप्रयोगविषयः अस्ति किं जातम् तावत् इति चेत् लट् लोट् लङ् इदानीं विधिलिङ् अतीव व्यावहारिक प्रयोगः अयं नकारः कर्मणि विधिलिङ् कर्मणि लिङ् वस्तुतः कर्मणि लट् कर्मणि लोट् कर्मणि लिङ् इति त्रयाणां प्रचुरव्यवहारः भवति समाजे कर्मणि लङ् इति न्यूनमस्ति यतोहि तत्र क्तवतु अपि च क्तान्तरूपाणि अपि सन्ति नाम कर्तरीप्रयोगे अपि लङ्लकारः तत्र विस्तृतरूपेण न प्रयुक्तः यतोहि तत्र क्तवतु अहम् अगच्छम् इति अस्य स्थाने सामान्यतया जनाः किं वदन्ति अहं किम् आगतवान् न आगतवान् इति न अगच्छम् अहम् अगच्छामिति स्थाने किं गतवान् गतवान् क्षम्यतां महोदय अत्र अत्र लङ् अडागमः अस्ति क्षम्यताम् अत्र गतवान् अगच्छामिति स्थाने गतवान् इति सुलभमस्ति अपि च मया अगम्यत इति स्थाने किं वदन्ति लक्ष्मी भगिनी मया अगम्यत इति कर्मणि लङ् इति स्थाने सामान्यतया सुलभं किं भवति अहं गतवती स्म न कर्तरि इति न कर्म न अहम् अगच्छम् इति कर्तरि लङ् तस्य स्थाने अहं गतवान् अथवा गतवती किन्तु यत्र मया अगम्यत इति कर्मणि लङ् भवति तस्य स्थाने तस्य अपेक्षया कर्मणि प्रयोगे किं सुलभमस्ति अन्य कोऽपि सहायं करोति वा? अपर्णा भगिनी वदति वा? न जानामि, मया अगम्यत तत् कर्मणि अस्ति तस्य स्थाने सुलभं किं भवति? सम्यक्तया न जानामि महोदय, मया गतं हा इति अस्ति एव, मया गतम् अथवा मया गतः, द्वयमपि अस्ति, भावे मया गतम् अपि च तत्र कर्मणि प्रयोगे तत्र मया गतः, अग्रे गत्वा वयं करिष्यामः तत् सर्वं। तर्हि मया कार्यं क्रियत इत्यस्य स्थाने मया कार्यं किं कृतम् इति भवति, हा इति सुलभं भवति। अत्र क्तवतु इति गतवान् कृतवान्, अपि च क्तप्रत्ययः अस्ति, कृतं गतं श्रुतम् इति सुलभमस्ति। अतः कर्मणि लङ् कर्तरि लङ् अपि कर्मणि लङ् अपि, यतोहि क्तवतु कर्तरि क्त इति कर्मणि, द्वयोः प्रयोगः विस्तृतरूपेण न दृश्यते समाजे, किन्तु कर्मणि लट् कर्मणि लोट् कर्मणि विधिलिङ् इति त्रयाणपि प्रचुर प्रयोगः भवति। अतः इदानीं क्रियमाणः पाठः अतीव महत्त्वपूर्णः अस्ति। तत्र प्रादेशिकभाषासु अपि कर्मणि भवति, कर्मणि प्रयोगः प्रचुररूपेण किमर्थं भवति इति चेत्, तत्र कर्तुः उपरि इतोपि अवधानं नास्ति, नाम अहं कृतवान् अहम् इति न उक्त्वा मया कार्यं कृतम् इति अस्मिन् तत्र इतोपि महत्त्वं दीयते कार्यस्य विषये, न तु कर्तुः विषये। अतः अहङ्कारः न अस्मि इति कृत्वा तादृशं तत्र बहुषु प्रसङ्गेषु तादृशभेदः अस्ति कर्मणि इत्यस्य, यत्र यत्र यत् क्रियते तस्य विषये इतोपि महत्त्वम् अस्ति, तत्र तत्र वयं वदामः। तर्हि कर्तरि लट् तथा अस्ति, कर्तरि लोट् अपि अस्ति। यदि वयं साक्षात् न वक्तुम् इच्छामः भवान् कार्यं करोतु, तर्हि भवता कार्यं क्रियताम् इति किञ्चित् इतोपि मुलायनं भवति, नाम तत्र तावत् किं वक्तुं शक्नुमः यत् हृदयं दृष्ट्वा तत्र साक्षात् न वक्तुम् इच्छामः चेत् श्रूयतां गम्यतां, तत्र गम्यतां भवता, कार्यं क्रियतां, ध्वनिमुद्रं श्रूयताम् इति कर्मणि लोटि, तत्र किञ्चित् हृदयं दृष्ट्वा तत्र असाक्षात् रूपेण वदामः इति लोट् यत्र आदेशः अस्ति। अपि च अत्र कर्मणि विधिलिङ् कर्मणि लिङि अपि तादृशव्यवहारः अस्ति प्रचुररूपेण। तर्हि पश्येम अत्र रूपं कथं भवति इति चेत्, अस्मिन्नेव पुस्तके भाति यत् विधिलिङ्गि वयम् अधीतवन्तः विधिलिङ्ग् इति विषयं, तत्र यथा रूपाणि कथं भवन्ति इति वेद धातुः अस्ति, वेद विद्यते इत्यस्य कर्मणि लिङ् लक्ष्मी भगिनी वदति वा? अहं दृष्ट्वा वदामि महोदय। विद्येत समीचीनं विद्येयातां विद्येरन् विद्येथाः विद्ये याथां विद्ये यध्वं विद्येय विद्येय विद्येवहि मध्यमपुरुष एकवचनं विद्येथाः विद्येयाथां विद्येध्वम् उत्तमपुरुष विद्येय विद्येवहि विद्येमहि अस्तु इदानीं मोदते मोदते मोदते इति वदतु एकवारं कर्तरि मोदेत मोदेयातां मोदेरन् मोदेथाः मोदेयाथां मोदेध्वं मोदेय मोदेवहि मोदेमहि इति रूपाणि सन्ति. तत्र अर्थः कथमस्ति इति चेत् तत्र सम्भावनार्थे अपि अस्ति आज्ञार्थे अपि अस्ति यथा विधिलिङ्ग् सामान्यविधिलिङ्ग् विधिलिङ्ग् लकारं सर्वे जानन्ति वा तत्र प्रतिध्वनिः कथमागतः अस्ति केवलम् अस्मिन् वर्गे कस्यचित् स्पीकर्फोन् ब्लूटूत् हेड्फोन् इत्यादिकं मास्तु. इदानीम् अस्तु समीचीनम् इदानीं किमस्ति यत् यथा कार्यं कुर्यात् विधिलिङ्गि तत्र आज्ञार्थे भवान् कार्यं कुर्यात् नाम कार्यं कर्तव्यं करणीयं कुर्यात् अपि च तत्र संशयार्थे यथा भगिनी कुत्र अस्ति न जानामि सः गृहे एव स्यात् स्यात् इति तत्र सम्भावनार्थे विधिलिङ्गि इति अर्थद्वयं भवति सम्भावनार्थे आज्ञार्थे अत्रापि तथा किन्तु कर्मणि प्रयोगे तावदेव अस्ति. अत्र कथा अस्ति सम्भाषणमस्ति तत् पठेम एकवारं सुनिधि भगिनी पठति वा तत्र गणेशः गणेशः अयि भोः अत्र सन्ति वा भवन्तः बहुकालाद् आरभ्य अन्विष्यामि भवद्भिः अत्र भूयेत इति न ऊहितं मया. हा समीचीनम्. अत्र तस्य अर्थमेव गच्छति वा अयि भोः भोः इति जानाति वा भोः सम्बोधने यत्र सम्बोधनं भवति सम्बोधनं जानाति वा सम्बोधनं नमस्कारः इति कथमस्ति इत्यादिकं तत्र सम्बोधनं कुर्मः. सुनिधि भगिनी कथमस्ति भवती इति सम्बोधनम् अत्र अयि भोः ततः अग्रे किमस्ति लिखितम् अत्र सन्ति वा भवन्तः इति आश्चर्यमस्ति आश्चर्यमस्ति नाम ते तु अत्र सन्ति इति स न जानाति स्म अतः आश्चर्यम् अग्रे बहुकालाद् आरभ्य अत्र तकारः किमर्थम् अत्र बहु अत्र का विभक्तिः अस्ति अत्र केवलं सन्धिः अस्ति वस्तुतः तकारः इति अस्ति बहुकालात् आरभ्य यत्र आरभ्य भवति आरभ्य तत्र तस्मात् पूर्वं यः शब्दः अस्ति सः प्रथम पञ्चमी विभक्तौ भवति अथवा कुत्रचित् कुतचित् अव्ययपदमपि भवति, यथा अद्य, अद्य आरभ्य, अद्य आरभ्य, ह्यः आरभ्य, श्वः आरभ्य इति वक्तुं शक्नुमः, नो चेत् पञ्चमी बहुकालात् आरभ्य. अग्रे अन्विष्यामि. अन्विष्यामि, अत्र अन्विष्यामि पर्णभगिनी वदति तत्र कीदृशरूपं, कीदृशरूपमस्ति? अन्विष्यामि अत्र धातुः अन्वेषणे अस्ति. सुब्रह्मण्य महोदय, सन्दीप महोदय, धातुः विश् अस्ति खलु महोदय अत्र? विश् सन्दीप महोदय इष्यति. अनु, अनु, हा, अत्र अन् योगः विश् इति नास्ति, किन्तु सर्वेषाम् अवधानम् अत्र नास्ति, अत्र एष् इति दातु, इष् दिवादिगणे अस्ति, अनु उपसर्गपूर्वकः, पुनः ध्वनिः आगतः, प्रतिध्वनिः अनु इष् इष्यति, अनुयोगः इष्यति, अन्विष्यति. हरि ओम्. पुनः अस्ति यस्य दूरवाण्या एतत् सर्वं भवति तस्य म्यूट् इति भवतु, तावत् न भवति स्म इदानीं पुनः अकस्मात् आगतः अस्ति ध्वनिः, प्रतिध्वनिः न भवति अस्माकं, न भवेत्. अस्तु, समीचीनम्. अनुयोगः इष् अन्विष्यामि, अत्र भविष्यत्कालः नास्ति, किन्तु लृट्लकारः नास्ति, अतः तत्र भ्रमः मास्तु. अत्र द्वादिगणे अस्ति, नृत्यति, इष्यति इति लट् लट्लकारः, नाम भूतकाल, वर्तमानकालः. अन्विष्यामि, बहुकालात् आरभ्य अन्विष्यामि. अस्तु, सुनिधि भगिनी अग्रे. भगिनी अस्ति किं? अग्रे अग्रे पठतु. भवद्भिः अत्र भूयेत इति न ऊहितां तं मया. ऊहितम्. अस्तु, भूयेत इति, भूयेत इति कीदृशरूपम् अस्ति? भूयेत कर्मणि हा भावे, हा बहु समीचीनमस्ति भगिनि, हा तथा अस्ति, भाविलिङ्ग्, भाविलिङ्ग् अस्ति. हा, भवद्भिः अत्र भूयेत, अत्र कर्तरीभावे वदति वा? कर्तरीभावे इति न, कर्तरीलिङ्गि भवेत्. हा, तत्र भवद्भिः इति करोतु, तत्र प्रथमाविभक्तौ भूयेत. अत्र भवद्भिः इत्यस्य, भवद्भिः इति प्रथमाविभक्तौ किं भवति? भवान् इत्यस्य बहुवचनं भवन्तः. हा, भवन्तः अत्र, अत्र भवान् यदि स्यात्, भवान्, भवान् अत्र एकवचने भवति, भवति किन्तु विधिलिङ्गि, विधिलिङ्गि इति जानाति वा? शुभा भगिनी वदति वा? भवेत्. हा, भवेत्, भवान् अत्र भवेत्. अत्र शुभा भगिनी साहाय्यं करोतु, भवेत्, भवेत् इति अस्य बहुवचनान्तरूपं किं? भवन्तः सन्ध्या भगिनी वदति वा? एकम् एकशब्दः, केवलम् एकः एव शब्दः. भवेयुः. हा, किन्तु पिताजी सहायं करोति चेत् कः लाभः अस्ति? अस्तु, भवेयुः, भवन्तः अत्र भवेयुः, भवन्तः अत्र भवेयुः इत्यस्मिन् अर्थे भवद्भिः अत्र भूयेत इति न ऊहितं मया. ऊहा इत्युक्ते कल्पना, मनसि एव नासीत्, स्वप्नः अपि नासीत् इति ऊहां न करोमि स्म. ऊहा, ऊहते इति, ऊहते इति किम् आत्मनेपदी धातुः अस्ति, ऊह् धातुः, नो न ऊहितं मया. अस्तु अग्रे तर्हि शुभभगिनी अग्रे. गणेशः, अहो गणेश, अहो गणेश, कदा ते देहलीम् आगतः भवान्? देहलीम् इत्युक्ते देहली, हा हा, देहली, संस्कृतभाषायां देहली इति अस्ति, देहली. अस्तु अग्रे. गणेशः, अद्य प्रातः एव अग्रे माला. गणेशः, किमर्थम् अस्मिन् अन्विष्यत् किमर्थम् अस्मान् अन्विष्यति? अस्मान् इत्यस्य विभक्तिः का? अस्मान् द्वितीय विभक्ति. वचनं? बहुवचनं. हा, बहु समीचीनमस्ति. अस्तु सम्यक्. तर्हि मीना भगिनी अग्रे. गीता, मया कथं वा ज्ञायेत, तमेव पृच्छतु. ज्ञायेत इति कर्मणि भावे लिङ्लकारः? भावे इति न, कर्मणि, सारि, कर्मणि वा भावे लिङ्लकारः? कर्मणि वा भावे इति न, कर्मणि एव, कर्मणि एव, ज्ञादातुः सकर्मकः अस्ति खलु. भावे कदा भवति? भावे कदा वदामः? मया कथं न, भावे इत्युक्ते किं, भावे प्रयोगः कदा वदामः? अकर्मकः एव भावे. ज्ञादातुः सकर्मकः. आम्, अतः भावे न भवति. अस्तु, तस्य कर्तरि किं भवति? अहं कथं वेयं जानीयं? न, ज्ञाये, ज्ञादातु. श्रीनिवासमहोदय सहायं करोति वा? अपर्णा भगिनी. हा, श्रीनिवासमहोदय. अहं कथं जानीम? न, विधिलिङ्ग् कर्तरि अपर्णा भगिनी. जानीयां महोदय. हा, जानीयां. कथं ज्ञातवती? पुस्तके अन्वेष्यामि. अन्विष्टवती? आम्. हा हा, अस्तु. किन्तु एतावता तादृश अन्वेषणस्य आवश्यकता न स्यात्, पुरातनविषयः अस्ति. जानीयात्, जानीयातां, जानीयुः, जानीयाः, जानीयतं, जानीयत, जानीयाम्, अहं जानीयाम्, मया कथमा जानीया, अहं कथमा जानीयाम्, मया कथमा ज्ञायेत, कथमा ज्ञायेत इति सामान्यवाक्यमस्ति, सर्वे मनसि स्थापयन्तु. अस्तु अग्रे भगिनि. पुनः वदतु किं न्याये? जानीयात्, जानीयातां, जानीयुः, जानीयाः, जानीयातं, जानीयात, जानीयां, जानीयाव, जानीयाम इति कर्तरि, कर्तरि रूपाणि. कर्तरीरूपाणि शैलीद्वयमस्ति. सामान्यधातूनां कृते यथा गच्छेत्, गच्छेतां, गच्छेयुः, गच्छेः, गच्छेतं, गच्छेत, गच्छेयं, गच्छेव, गच्छेम इति सामान्यधातूनाम्. अनन्तरं यत्र असामान्यधातुः यथा जानीयात्, शृणुयात्, तत्र यथा भगिनी उक्तवती इति शैली द्वयमस्ति. अस्तु, अग्रे गच्छेम. तर्हि पद्मा भगिनी अग्रे पठतु कृपया. पद्मा भगिनी. आं महोदय. माला, गणेश, भवान् किमर्थम् अस्मान् अन्विष्टवान्? गणेश, भवद्भिः ज्ञायेत एव अमितस्य पितुः अपघातः जातः इति. सर्वे आम् ह्यः. न, कुत्र गच्छति भवती? तत् किञ्चित् वदतु. भवद्भिः ज्ञायेत एव अस्य रूपं किं कर्तरि? ज्ञायेत पूर्वम् अहं किन्तु अत्र रूपं किं भिन्नं स्यात्? अत्र भवद्भिः ज्ञायेत एव, तत्र कर्तरि किं स्यात्? भवद्भिः कर्तरि, कर्तरि तृतीया विभक्ति. कर्तरि प्रयोगे करोतु. भवन्तः ज्ञाये. मीना भगिनी साहाय्यं करोतु. ज्ञायेतुः. जानीयुः. वदतु वाक्यं. भवन्तः जानीयुः एव. अमितस्य पितुः अपघातः. अमितस्य पितुः अपघातः जातः इति. अपघातः अवगच्छति? अपघातः अहं न जानीमः. दुर्घटना. दुर्घटना अवगच्छति खलु? आम् आम् इति अस्ति. अस्तु, अग्रे. तर्हि श्रीनिवासमहोदय अग्रे. भवत्याः एव दूरवाणी अस्ति. पद्मा भगिनी, भवत्याः दूरवाण्यां कथम् अस्ति? किमर्थं ध्वनिः भवति तत्र? न महोदय, अहं म्यूट् म्यूट् मध्ये. न, इदानीं म्यूट् मध्ये नास्ति खलु? इदानीं नास्ति. अपि च प्रतिध्वनिः म्यूट् करोतु कृपया. इदानीं पश्यतु, अस्माकं समाधानं जातं. भगिन्याः दूरवाणी न जाने किमर्थं तथा अस्ति. अस्तु, अग्रे श्रीनिवास महोदय. आं महोदय. सर्वे इदानीमपि प्रतिध्वनिः पुनः आगतः अस्ति. कथमस्ति समाधानं किं स्यात्? अस्तु अस्तु भोः. सर्वे आम् ह्यः एव तत् ज्ञातं, तदर्थम् एव वयम् अत्र सम्मिलिताः. अत्र किमपि नास्ति नूतनं खलु? स्पष्टमस्ति. अग्रे. गणेशः, अत्र सम्मेलनेन किं वा ज्ञायेत? अमितस्य पिता दृश्येत चेत् वरं खलु? सम्मेलनेन किं वा जायेत? अत्र कर्तरि करोतु. अत्र अत्र सम्मेलने किं वा जायते इत्यस्य अर्थः अवगच्छति वा? अर्थं सम्मेलनं मेलनं मीटिङ्ग् महोदय किं वा एतावता सम्भाषणे किम् अभवत् इति जानाति वा? कति जनाः सन्ति? चत्वारि महोदय. हा इति भाति नरेशः, गणेशः, माला, गीता. तत्र गणेशः, तत्र नरेशं, मालां, गीतां च देहल्यां दृष्ट्वा आश्चर्यचकितः भवति. ते त्रयः जनाः सन्ति. किमर्थं तथा सन्ति तत्र देहल्यां? सम्मेलनार्थम् अस्तु. सम्मेलनार्थं किमर्थं सम्मेलनं जातमस्ति? वदामि. अस्तु, पुष्पभगिनी वदतु. अमितस्य पितुः अपघातः जातः इति. हा इति अस्ति. अमितस्य पितुः अपघातः जातः. तदर्थं सर्वे आगतवन्तः. अपघातः जातः, दुर्घटना जाता, तदर्थं ते आगतवन्तः. तदानीं गणेशः वदति, अत्र सम्मेलनेन किम् अजायेत? तस्य अर्थः कः? किं ज्ञायते इति पृच्छति महोदय. जायेत इत्युक्ते ज्ञायते. किम् अपर्णा भगिनी सहायं करोति वा? अत्र सम्मेलनेन किं जायते इत्युक्ते अत्र लाभः किम् इति वा? हा, कः किमिति न, कः कः लाभः सम्मेलनेन? कः लाभः सम्मेलनेन? कः लाभः नाम अपघातः जातः, स तु जातः एव. अस्माकं सम्मेलनेन कः लाभः अस्ति? कस्य कृते कः लाभः? अनेन कः लाभः? सम्मेलनेन किम् अजायेत? अवगतं वा? श्रीनिवासमहोदय आगच्छति वा? सम्मेलनेन किम् अजायेत? किम् अजायेत? तस्य कर्तरिप्रयोगं वदतु. अत्र सम्मेलनं जायते. अत्र कर्तरि किमस्ति? सन्दीपमहोदय सहायं करोति वा? महोदय अस्ति. सम्मेलने किम् अजायेत इति अस्य कर्तरि? अत्र सम्मेलनं किं वा जायेत? न तथा. अन्य कोऽपि सहायं करोति वा? लक्ष्मीभगिनी वदतु. अत्र सम्मेलनेन किं वा जायेत्? न. सुब्रह्मण्यमहोदय. महोदय, भ्रमः अस्ति अत्र, धातुः कः इति. धातुः अस्ति जन्. जन्, अस्तु महोदय, जन् धातुः. अत्र सम्मेलनेन तु अत्र तृतीया विभक्ति अस्ति, परन्तु अत्र कर्तृपदं तु न भवति महोदय, कारकतृतीया अस्ति. प्रायः कर्तृपदं भवति अस्माभिः अत्र सम्मेलनेन किं वा जायेत इति भवति. अत्र वयम् अत्र अत्र कर्तृपदं किम् अस्ति? कर्तृपदम् अस्मिन् वाक्ये कर्तृपदं किं कोऽपि वदति वा? पुष्पा भगिनी वदतु. अन्य कोऽपि कोऽपि सहायं करोतु. भवद्भिः महोदय. अपर्णा भगिनी. अत्र भवद्भिः एव अहं चिन्तयामि, यतोहि सम्मेलनेन इति कारकतृतीया इति भाति. जन् धातुः सकर्मकः अकर्मकः वा? जन् अकर्मकः महोदय. किमस्ति, किम् उक्तवान्? जन् अकर्मकः अस्ति. जन् अकर्मकः, अकर्मकधातुः अस्ति चेत् तत्र कर्तृपदं किं? कर्तृपदं तु अकर्मकः अस्ति. कर्तृपदं अस्माभिः इत्यादिकं भवद्भिः इत्यादिकं कथं वा स्यात्? अकर्मकधातुः तु मया वक्तव्यमस्ति वा? सन्दीपमहोदय वदति वा? सम्मेलनमेव कर्तृपदं न सम्मेलनेन इति अत्र सम्मेलनेन इति केवलं माध्यमतृतीय अस्ति. तस्य द्वारा, सम्मेलनस्य द्वारा किं वा जायेत? कर्तृपदमस्ति किं? कर्तृपदमस्ति किं? किम् इति कर्तृपदं किं जायेत? प्रश्नः किं जायेत, प्रश्नः अस्ति. किं जायेत, अत्र कर्तृपदमस्ति किम्? परन्तु अत्र भावे प्रयोगे किं तस्य तृतीया विभक्ति न भवति महोदय. अस्तु, वस्तुतः अत्र अत्र भावे न लिखितमस्ति. यद्यपि जायेत इति जायेत स्थूलाक्षरेण न लेखनीयम् आसीत्, अत्र दोषः अस्ति. अस्तु महोदय, इदानीं अत्र कर्त्रि एव अस्ति, वाक्यं कर्त्रि एव अस्ति. अत्र किं जायते, लटि किं जायते, विधिलिङ्गि कर्तरि किं जायेत? यतो हि आत्मनेपदधातुः अस्ति. जन् जायते, लटि जायते, लोटि जायतां, लङि अजायत, विधिलिङ्गि जायेत इति कर्तरि. इदानीम् इदं वाक्यं भावे करोतु. भावे तु नास्ति वस्तुतः अत्र. इदानीं सुब्रह्मण्यमहोदय तत्र किं किं तत्र भावे करोतु. अत्र भावे अत्र सम्मेलनेन केन वा जायेत एव भवति खलु महोदय. इति तथा. किन्तु अत्र कश्चन सन्देहः अस्ति यत् प्रश्नवाचकप्रश्नः अस्ति किं किम् अपि च केन, द्वयोः अर्थः भिन्नः. किन्तु तथा तादृश नाम अवगमनं भवेत् अस्माकम्. अत्र किं जायेत इति कर्तरि अस्ति, तस्य भावे केन वा केन जायेत इति स्यात्. किन्तु नाम वाक्यस्य आकृतिः तथा अस्ति, सम्मेलनेन इति माध्यमतृतीयः अस्ति, माध्यमतृतीयः अस्ति, न कर्तृपदं नाम कर्मपदं. सम्मेलनस्य द्वारा किं वा जायेत. अस्तु, श्रीनिवासमहोदय अग्रे. अमितस्य पिता दृश्येत चेत् वरं खलु. कर्तरीकरोतु. अमितस्य पिता अमितस्य अत्र कर्तृपदं किम्? अस्मिन् वाक्ये कर्तृपदं किम्? अपर्णा भगिनी. किन्तु अस्माभिः तत्र वयमिति नास्ति खलु. अस्माभिः समीचीनमस्ति. इदानीम् अत्र तु कर्मणि विदिनी अस्ति. अमितस्य पिता अस्माभिः दृश्येत चेत् वरं खलु. तर्हि अत्र कर्तरि करोतु. अमितस्य पिता वयम् अमितस्य पिता दृश्येयुः चेत् वरं खलु न अत्र अपर्णभगिनी सहायं करोतु दृश्यमहि अत्र पश्येम वयं पश्येम चेत् वरं खलु हा वयं पश्येम पश्यति इति अस्ति खलु पश्यति पश्येत् पश्येतां पश्येयुः पश्येः पश्येतां पश्येत पश्येम पश्येव पश्येम इति अस्ति बहुवचनमस्ति हा हा बहुवचने अस्ति पश्येयं पश्येव पश्येम वयं पश्येम अवगच्छति वा अस्तु अग्रे पठनभगिनी महोदय पितरं भवति वा महोदय अत्र पिता पितरं भवति वा कर्तरिप्रयोगे हा हा हा अस्तु श्रीनिवासमहोदय तत्र पूर्णतया वाक्यं वदतु अमितस्य वयम् अमितस्य पितरं पश्येम चेत् वरं खलु हा सम्यक् समीचीनम् अग्रे महोदय महोदय एकः प्रश्नः अत्र पूर्वतनवाक्ये अत्र सम्मेलनेन किं वा जायेत अत्र धातुः जन् अस्ति तत्कारणात् अत्र जायेत तस्य भावे विधिलिङ्ग् लिङ्ग् लकारः प्रायः जन्यते जन्येत जन्येत अस्ति अस्ति जन्यते जन्येत सत्यं सत्यं समीचीनं बहु सम्यक् सम्यक्तया न उक्तवान् अत्र तत् कारणात् एव जन्येत भवति तत्र धात्वादेशः न भवति कर्मणि सम्यक् जन्येत अग्रे नरेन्द्रः तस्य पितुः अपघातः सामान्यः न वैद्यानाम् अभिप्रायः श्रूयते यत् तस्य पादौ निश्चलौ जातौ स्तः अतः कदाचित् पादौ कर्त्येयाताम् अत्र अत्र अपघातः सामान्यः नास्ति इति कारणतः पादौ कर्त्येयाताम् अत्र पादौ इति प्रथमा विभक्ति अस्ति कर्त्येयाताम् कर्त्येयाताम् अत्र कर्तरिप्रयोगम् अस्ति अत्र वैद्येन पादौ कर्त्येयाताम् कस्मिन् प्रयोगे अस्ति कर्तरि न कर्मणि ओ कर्तरि इति अहम् अवदं खलु न तत्र पादौ कर्त्येयातां वैद्येन पादौ कर्त्येयाताम् इति कर्मणि अस्ति अस्तु कर्मपदं किम् अस्ति पादौ इति कर्मपदमस्ति समीचीनं कर्त्येत कर्त्येयातां कर्त्येयुः इति रूपाणि कर्त्येतां कर्तरि करोतु वैद्यः पादौ वैद्यः पादौ अत्र कृत् कृत् धातुः अस्ति अत्र कर्तति कृत् धातुः नास्ति कर्त इति धातुः चुरादिगणे चुरादिगणे अस्ति इति कारणतः अत्र धातुः अस्ति कर्त कर्ति कर्ति अस्ति धातुः चिरादिगणे कर्ति वदतु अत्र कर्तयति इति लट् रूपम् अस्ति चिरादिगणे अत्र पादौ वैद्यः पादौ कर्तयत् पुनः क्षम्यतां वैद्यः पादौ कर्तयोगः इ अत्र मध्यमपुरुषस्य एकवचनस्य रूपं प्रयोजनं भवति. वैद्यः पादौ वैद्यः इति मध्यमपुरुषः वा? न न न वैद्यः इति मध्यमपुरुषः न. वैद्यः पादौ कर्तयेत्. क्षम्यताम्. नास्ति चिन्ता. अस्तु, बहुवचने वदतु एकवारं. वैद्याः पादौ कर्तेयुः कर्तयेयुः इति अपि इदानीमस्ति. पुनः वदतु. वैद्याः पादौ कर्तयेयुः. द्विवचने वदतु. द्विवचने वैद्यौ पादौ कर्तयेताम्. समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे गच्छेम. सुब्रह्मण्यं महोदय, अग्रे. महोदय महोदय महोदय, अत्र एतस्य वाक्यसार्थः कः? वैद्यानाम् अभिप्रायः श्रूयते यत् तस्य पादौ निश्चलौ जातौ स्तः. अर्थः कः? यत् अपघातः जातः खलु वैद्यानाम्. अतः वैद्यानां चिन्तनम् अभिप्रायः नाम चिन्तनम्. इदानीं वयं श्रुतवन्तः यद् वैद्यानां चिन्तनमस्ति यत् इतोपि तावत् गम्भीरस्थितिः अस्ति, गभीरस्थितिः अस्ति, यतोहि तत्र अपघातः जातः. यत् इदानीं द्वौ पादौ इदानीं निश्चलौ नाम सः चलितुं न शक्नोति. तत्र बहु गभीरतया पादौ असमीचीनौ जातौ. कीदृशं कति यथाम् अहं वैद्यः तत्र कथं जातमस्ति. किन्तु यत्किमपि भवेत् निश्चलौ जातौ पादौ. अवगच्छति वा? दुर्घटनायां किं भ्रमः अस्ति? इदानीमपि भ्रमः. दुर्घटना अपघातः इति अवगच्छति वा? तर्हि भ्रमः कः इति वदतु कृपया. पादौ निश्चलौ जातौ इत्युक्ते निश्चलौ नाम सः चलितुं न शक्नोति, यतोहि पादौ यथा पक्षघातः, यदा पक्षघातः भवति, पक्षघातः पक्षाघातः इति जानाति वा? पक्षाघातः यदा भवति तदानीं निश्चलौ पादौ तत्र तस्मिन् समये केवलम् एकस्मिन् पक्षे भवति, पक्षद्वयं न भवति. अत्र पक्षद्वयं जातमस्ति नाम कार्याने किमपि गभीररूपेण जातमस्ति, यतोहि इदानीं पादौ निश्चलौ नाम किमपि वयम् ऊहां कुर्मः किं भवत् किम् अभवत् येन इदानीं निष्कासनीयौ द्वौ पादौ. ओके, किं सन्तोषजनकः नास्ति वा? अत्र अस्तु, कदाचित् पादौ कर्तयेताम्. किं फर् शोर् इङ्ग्लिश् ट्रान्स्लेशन् फर् शोर् निश्चल किं फर् शोर् फर् शोर् पीटर् लेटर् चलनं न भविष्यति इति तादृशः अर्थः. चलनं न भवति. सुब्रह्मण्यमहोदय, अग्रे कृपया. गणेशः यदि तस्य पादौ कर्त्येयातां तर्हि लोकयानं तेन कथं चालयेत? शृणोति वा महोदय अत्र? अतः कः अत्र अर्थः अस्ति, प्रायः पिता कारयानम् अथवा किमपि लोकयानं चालयति, यदि तस्य पादौ पादभ्यां कर्तनं भवति सः कथं लोकयानं चालयति इति अत्र प्रश्नः. पादाभ्यां कर्तनं भवति इति कथं वा स्यात्? सम्यक्तया एकनिमिषं महोदय. पादयोः कर्तनं भवति तर्हि सः लोकयानं कथं चालयति इति अत्र प्रश्नः. कथं चालयेत्, चालयति इति न. अस्तु महोदय, किं वदतु. विधिलिङ्ग् रूपं तु कथं चालयेत् भवति महोदय, कथं भवति न विधिलिङ्गरूपम् अत्र चालयति कर्तरि अस्ति, चालयति लट् अस्ति, चालयेत् विधिलिङ्गरूपमस्ति महोदय खलु. प्रश्नः अस्ति वा? न न प्रश्नः न महोदय, अहं विधिलिङ्गरूपं न उपयोगं कृतवान्, अत्र लट् एव उपयोगं कृतवान्. यदि विधिलिङ्ग उपयोगं करिष्यामि अत्र सः कथं चालयेत् इति भवति महोदय. हा अस्तु, सम्यक्. अग्रे पुष्पा भगिनी, अग्रे. नरेशः, तत्तु न एव शक्येत, तत्तु न एव शक्येत, शक्येत भवेत् लिङ्गकार शक् शक् धातुः शक्नुयात् इति कर्तरि. अत्र समीचीनं भवति शक्येत इति कर्तरि कर्मणि भवति, भावि भवति समीचीनं. तत्तु नैव शक्येत. अस्तु सहदेव महोदय, अग्रे. अत्र अत्र पुष्पा भगिनी, तत् नाम किं? तत्तु नैव शक्येत. न एव तत्तु लोकयानं, लोकयानमिति वा चालयं चालय चालयितुं न तत् तत्तु शक्नुमः. हा हा, नाम सा क्रिया लोकयान लोकयानस्य चालय चालनं लोकयानस्य चालनं नैव शक्येत. अस्तु अग्रे सदैव मलय, अग्रे. आम् माला सर्वकारेण अमितस्य अग्रजा लिपिकापदे नियोज्येत, नियोज्येत नियोज्येत. अत्र अत्र अवगच्छति वा? एतावता कथायां किं किम् अस्ति इति जानाति वा सहदेव महोदय? अवगच्छति वा कथायाः विषयः? आं किञ्चित् किञ्चित् अवगच्छामि. सन्दीप महोदय, तत्र एतावता कथायां किं जातम् इति वदति वा? केचित् कानिचित् मित्राणि सन्ति, ते अमितस्य पितुः अपघातस्य वार्तां श्रुत्वा देहलीनगरम् आगच्छन्ति. तत्र मिलित्वा भाषणं कुर्वन्ति, अपघातः कीदृशः इति. तस्य नरेन्द्रः वदति तत् सामान्यः अपघातः न, गभीरः विषयः अस्ति. वैद्यः वदति पादौ निश्चलौ जातौ, चलनं न शक्यम् इत्यर्थे कर्तनं कुर्यात् इति. अनन्तरं सम्भाषणं भवति, कथं यदि यदि पादौ पादौ पादयोः कर्तनं भवति तदा सः पिता कथं लोकयानं चालयति, प्रायः सः लोकयानस्य चालकः अस्ति. लोकयानचालनं तस्य कार्यं दैनन्दिनं कार्यं तस्य. अस्तु अग्रे. लोकयानं व्यवस्था सर्वकारस्य अस्ति प्रायः. तदा अग्रे वदति तदा यदा न चालयितुं शक्यते तदा कथं परिवारस्य निर्वाहः कथं भवेत् इति, धनं कथं प्राप्यते इति. हा, इति विषयः. इति तेषां चिन्ता इदानीम् अस्ति. नाम अमितस्य पितुः परिवारस्य कुटुम्बस्य तत्र धनस्य आयोजनं कथं स्यात् इति चिन्ता तेषाम्. एतावता वयं प्राप्तवन्तः, एतावता जातमस्ति. इदानीं गीता वदति चालकपदे कदाचित् अमितः एव नियोजयितुं शक्येत इति सहदेव महोदय पठितवान् खलु. लिपिकापदे मालाभगिनी वदति सर्वकारेण अमितस्य अग्रजा लिपिकापदे नियोज्येत. लिपिका नाम उट्टङ्कनं करोति यः, उट्टङ्कनं करोति यः सः तत्र अथवा सा लिपिका, सः लिपिकः लिपिका अवगच्छति, अवगच्छन्ति सर्वे? तत्र टैपिस्ट् स्टेनोग्राफर् तादृशमस्ति, स्टेनोग्राफर् टैपिस्ट् तादृशं. लिपिकापदे नियोज्येत तत्र तादृशकार्यं कुर्यात् सर्वकारेण अमितस्य अग्रजा. सदेव महोदय, अग्रजा इत्युक्ते न जानामि महोदय. न जानाति? तत्र कुटुम्बस्य परिवारस्य सदस्याः के भवन्ति इति तत्र अग्रजः, अग्रजा तत्र लक्ष्मीभगिनी वदतु तत्र अग्रजा इत्युक्ते. प्रथमं पुत्री अग्रजा इत्युक्ते एल्डर् सिस्टर्. तादृशप्रश्नः अस्ति तत्र मम क्षमता नासीत् तत्र आङ्ग्लभाषया. मया प्रश्नः किमर्थं पृष्टः तादृशस्य उत्तरदानार्थं? तत्र को लाभः अस्ति? सहोदरः इति जानाति वा तत्र सहदेव महोदय? सहोदरः प्रातः, सहोदरः प्रातः. हा, सहोदरी भगिनी, सहोदरी. हा हा हा हा हा. तत्र अग्रे इति तत्र यस्य जन्म पूर्वं जातं सः तस्य अग्रज इत्युक्ते जन्म इति जानाति वा? जन्मदिनं जानाति? जन्मदिनं यस्मिन् दिने जन्म जातं तत्तु जन्मदिनं. भवतः जन्मदिनं किं, कदा? सदैव महोदय, पुनः महोदय, जन्मदिनं कदा भवतः, कस्मिन् मासे जन्मदिनं? Like life, janmadinam. No, janmadinam. Janmadinam. Dinam iti janati kalu, dinam. Dinam, ratri दिनं दिनं न जानाति सोमवासरः मङ्गलवासरः बुधवासरः दिनानि सन्ति तर्हि दिनमस्ति अपि च जन्म तत्र भवान् एकस्मिन् दिने भवतः तत्र मातुः अन्तः आसीत् खलु बहुपूर्वं नवमासपर्यन्तं भवान् एकस्मिन् समये भवतः मातुः गर्भस्य अन्तः खलु अनन्तरं कस्मिंश्चित् दिने भवतः जन्म जातं बर्थ्डे इति जन्म इत्यस्मात् तत्र अग्रजः ज इति शब्दः अस्ति जन्मदिनम् इत्यस्मात् अग्रज नाम पूर्वं जातम् इति अग्रजः यः सहोदरः यस्य आयुः अधिकः अस्ति सः अग्रजः तस्य जन्म पूर्वं भवतः अपेक्षया अवगच्छति वा अवगच्छामि नाम भवान् यदि दशवर्षीयः भवतः अग्रजः पञ्चदशवर्षीयः विंशतिवर्षीयः वा अग्रजः अपि च स्त्रियां तत्र अग्रजा अवगच्छति वा महोदय हरि ओम् अवगच्छामि तर्हि पुनः वाक्यं पठतु कृपया कर्तरि सर्वकारेण न एवमेव पुनः पठतु सर्वकारेण सर्वकारेण अमितस्य अग्रजा लिपिकापदे नियोज्येत नियोज्येत सर्वकारः इति जानन्ति वा सर्वे सर्वकारः जानन्ति वा खलु स्पष्टमस्ति सहदेव महोदय जानाति वा आम् पुनः वदतु महोदय सर्वकारशब्दं जानाति वा एवम् अग्रे गत्वा येषां मातृभाषा नाम भारतीयमातृभाषा नास्ति नाम शिल्पा भगिनी सन्ध्या भगिनी तत्र सहदेव महोदय भवतां सर्वेषां तादृश सुनिधि भगिनी नाम गृहपाठः भवति यदा नूतनपाठः भविष्यति कथा भविष्यति तर्हि कथायां नूतनशब्दाः यतोहि अस्माकं तादृशसमयः नास्ति खलु शब्दकोशे द्रष्टव्यमस्ति नूतनशब्दाः नो चेत् अस्माकं किमपि कार्यं न भविष्यति सर्वकारः पर्यन्तं न जानाति चेत् किं कुर्यामः सर्वकारेण अग्रे नाम महोदय तत्र वर्गस्य अनन्तरं शब्दकोशे एतत् सर्वं पश्यतु वा किं किम् अस्ति सर्वकारेण अमितस्य अग्रजा लिपिकापदे नियोज्येत नियोज्येत अग्रे गच्छेम तर्हि शुभा भगिनी अग्रे गीता चालकपदे कदाचित् अमितः एव नियोजयितुं शक्यते नियोजयितुं शक्येत अर्थः कः इदानीं कर्तरि त्यजामः यतोहि कथां समापयितुम् इच्छामि इदानीम् अर्थः एव अस्ति अपेक्षितः अस्ति अर्थः अत्र अर्थः कः अस्ति चालकपदे कदाचित् अमितः एव नियोजयितुं शक्येत तस्य अर्थः कः कथायाः अर्थः अवगतः वा अवगच्छामि तर्हि वदतु. चालकपदे चालकपदे इत्युक्ते चालकपदं चालकपदं कस्य आसीत्? सन्दीपमहोदय किञ्चित् सहायं करोति वा? अत्र किम् अभवत्? इदानीं वाक्यस्य अर्थः कः? सम्भाषणं चर्चा कुर्वन्तः ते मित्राणि वदन्ति एषः पिता तु लोकयानं चालयितुं न शक्नोति, यदा तथा पादौ न स्तः, तथा कथं कथं कुर्यात्? एकः पर्यायः अस्ति, सर्वकारः तस्य अमितस्य अग्रजा, अमितः नाम तस्य तेषां मित्रं, तस्य अग्रजां लिपिकापदे नियोजयेत्. लिपिकापदमिति कस्मिन् किञ्चित् स्थानं दद्यात् तत्र सर्वकारः. अथवा अन्यः पर्यायः अस्ति, अमितः एव चालकः भवेत्, लोकयानस्य चालकः, यथा पिता तु अस्य तदनन्तरम् अपघातस्य अनन्तरं तु कार्यं कर्तुं न शक्नोति, अमितः एव तस्य स्थाने, पितुः स्थाने चालकः भवेत्. हा हा, समीचीनमस्ति. अग्रे सुनिधिभगिनी, नरेशः सुनिधि गता, अन्यः अस्ति. अस्तु अस्तु, मीना भगिनी पठतु कृपया. मीना भगिनी अस्तु अग्रे. तर्हि सन्ध्या न, लक्ष्मी भगिनी. तदर्थम् अमितस्य अपेक्षितेन वयसा भूयेत खलु. तदर्थम् अमितस्य अपेक्षितेन वयसा भूयेत खलु. इत्युक्ते किं? शीघ्रं वदतु, अत्र सरलमस्ति, जातिलिं नास्ति, अवगच्छति खलु? न महोदय, न अवगच्छति. वयस् शब्दं जानाति वा? न, वयसा. आं महोदय, वयः. प्रथमाविभक्तिः किम् अस्ति? वयः, वयः, वयस्, वयः अस्ति. अपेक्षितेन वयसा भूयेत खलु. तत्र तदर्थं किं, किमर्थं तदर्थं नाम किमर्थम्? अमितः चालकपदे अमितः अमितस्य नियोजनार्थं. हा, किं किं न अवगच्छति, सर्वं जानाति. तर्हि चालकपदस्य नियोजनार्थं तदर्थम् अमितस्य अपेक्षितेन वयसा भूयेत खलु इत्युक्ते किम्? वयः तु जानाति, अत्र नूतनशब्दः अपि नास्ति. चालकपदे अमितस्य नियोजनार्थम् अमितस्य अपेक्षितेन वयसा भूयेत. महोदय, भवान् वदतु किम् अर्थं न जानाति वा? अर्थं जानाति न वा? भवतः संशयः कः अस्ति? न अवगच्छति. सम्यक्तया न अवगच्छामि. अन्यत् प्रकारं वयः नाम तत्र वयः, वयः आयुः इति वयः खलु. तत्र पञ्चवर्षीयबालकः तत्र लोकयानं चालयितुं शक्नोति वा? न. त्रिंशत् वर्षीयबालकः चालयितुं शक्नोति वा? आम्. हा, तर्हि यत्र तत्र कश्चन तत्र वयः अपेक्षितमस्ति खलु. लघुबालकः तु तत्र कार्यं न करोति, तत्र तत्र वयस्कः कर्तुं शक्नोति खलु, वयस्कः तर्हि अपेक्ष तत्र अपेक्षितं वयः भवति खलु तदर्थं तर्हि वयः भवेत्, वयसा भूयेत, वयः नास्ति चेत् कथं वा कार्यं भवेत्? प्रायः सप्तदशवर्षीयः तथा किमपि स्यात्, षोडशवर्षीयः अस्ति लघुबालकः, तादृशकार्यं न कर्तुं शक्नोति, इदानीमपि न अवगच्छति वा? अवगच्छामि, अवगच्छामि, धन्यवादः. जाटिल्यं किमपि नास्ति अत्र, किन्तु अस्तु, अग्रे अग्रे पद्माभगिनी अग्रे पठतु कृपया. माला तावता तस्य अम्बया उद्योगः अङ्गीक्रियेत अथवा तावत्पर्यन्तम् उद्योगः रक्षणीयः इति सर्वकाराय तया प्रार्थनापत्रं दीयते. दीयेत बुद्धं खलु. तावता तस्य अम्बया उद्योगः अङ्गीक्रियेत इत्युक्ते किम्? अमितस्य अम्ब अङ्गीकृतं करणीयम्, अङ्गीकरणीयम्, अङ्गीकरणीयम्. किम् अङ्गीकरणीयम्? लिपिकापदा, चलकापदा, उद्योगं भगिनि, नियोजनं करणीयं. हा कश्चन अस्तु. अथवा अथवा तावत्पर्यन्तम् उद्योगः रक्षणीयः इति सर्वकाराय तया प्रार्थनापत्रं दीयते. दीयेत इत्युक्ते किम्? अम्बस्य अङ्गीकरणीयं न भवेत्, सर्वकार्यं न शक्नोति. न न तादृश अर्थः नास्ति अत्र. अपर्णा भगिनी वदति वा अत्र कः अर्थः अस्ति? अत्र यावत्पर्यन्तम् अमितस्य तत् योग्यवयसः प्राप्तः तावत्पर्यन्तं न प्राप्तः तावता अम्बा उद्योगम् अङ्गीकुर्यात् अथवा तत् उद्योगं रक्षणीयम् इति. उद्योगः क्षम्यताम्, उद्योगः रक्षणीयः इति सर्वकाराय तत् प्रार्थनापत्रम् अत्र अम्बा प्रार्थनापत्रं दद्यात्. हा सत्यं सत्यं दद्यात्, समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे. महोदय अङ्गीकुर्यात् माता उद्योगम् अङ्गीकुर्यात् अथवा प्रार्थनापत्रं दद्यात् यत् उद्योगः रक्षणीयः. अग्रे श्रीनिवासमहोदय अग्रे. महोदय अस्ति, अस्तु सुब्रह्मण्यमहोदय अग्रे. महोदय अत्र एकः प्रश्नः अस्ति, अथवा किं प्रयोजनम्? अथवा अथवा किं प्रयोजनं नाम तावता तस्य अम्बया उद्योगः अङ्गीक्रियेत, नो चेत् इति अर्थः, नो चेत् तावत्पर्यन्तम् उद्योगः रक्षणीयः. यदि अम्बया उद्योगः न अङ्गीक्रियेत तर्हि तावत्पर्यन्तम् उद्योगः रक्षणीयः इति सर्वकारय तया प्रार्थनापत्रं दीयेत. एकम् अथवा अन्यत् इति यत्र चयनं भवति खलु, विकल्पः, विकल्पद्वयम् अस्ति तत्र अथवा. अस्तु अग्रे महोदय. तावत्पर्यन्तम् एतस्य गृहसदस्यैः कष्टानि अपि अनुभूयेरन्. तावत्पर्यन्तमत्र कदाचित् अमितस्य चालकपदे नियोजनं भविष्यति, तावत्पर्यन्तं गृहसदस्यैः कष्टानि अपि अनुभूयेरन् अनुभवन्ति अनुभूयुः महोदय. न, अत्र अनुभूयेरन् इति अनुभवति अनुभवेयुः अनुभवेयुः. अस्तु महोदय, भवेयुः. गृहसदस्याः कष्टम् अनुभवेयुः इति अस्ति. अतः अस्माभिः साहाय्यं क्रियेत चेत्, अत्र अतः इत्युक्ते अमितस्य गृहसदस्यः कष्टम् अनुभवन्ति, तद् निवारणार्थं वयं किञ्चित् साहाय्यं कुर्युः इति. कुर्युः वयम् इति कुर्युः वा? वयं कुर्यामः महोदय. समीचीनं, वयं सहायं कुर्यामः. अस्तु, सन्दीपमहोदय अग्रे पठति वा? सर्वे तत् कथम् इत्युक्ते तत् गणेश, यदि अस्माभिः सम्भूय सायं विशेषवर्गाः सञ्चालयेरन् तर्हि पञ्चशसहस्ररूप्यकाणि तु प्राये प्राप्येरन् एव. आवर्षं वर्गान् सञ्चाल्य अमितस्य मात्रे यदि धनं दीयेत तर्हि निश्चयेन तैः कष्टं न अनुभूयेत. यदि अस्माभिः सम्भूय सायं विशेषवर्गाः सञ्चालयेरन् तर्हि गणेशस्य योजना अस्ति, विचारः, यदि मित्रैः सर्वैः मिलित्वा विशेषवर्गाः सञ्चाल्येरन् वर्गान् ते सञ्चालयेयुः, विशेषवर्गाणाम् आयोजनं कुर्युः, तर्हि पञ्चशसहस्ररूप्यकाणि, पञ्च अथवा षट् सहस्ररूप्यकाणि तु प्राप्येरन्. पञ्च अथवा षट् सहस्ररूप्यकाणि प्राप्यन्ते एव विशेषवर्गाणाम् आयोजनं कृत्वा, पञ्च अथवा सहस्ररूप्यकाणि प्राप्यन्ते एव सहायरूपेण, तथा कुर्याम इति तस्य चिन्ता अस्ति, विचारः अस्ति. तदनन्तरम् आवर्षं वर्गान् सञ्चाल्य अमितस्य मात्रे यदि धनं दीयेत तर्हि निश्चयेन तैः कष्टं न अनुभूयेत. आवर्षम् इत्युक्ते वर्षपर्यन्तं तान् विशेषवर्गान् चालयित्वा अमितस्य मात्रे तत् पञ्चशसहस्ररूप्यकाणि धनं दीयेत, यदि ददति तर्हि निश्चयेन तैः कष्टं न अनुभूयते, तत् तद्धनं पर्याप्तं भवेत्, कष्टं न अनुभवन्ति, कष्टं न अनुभवति तस्य परिवारः इति. अस्तु, इति अस्ति, बहु समीचीनमस्ति. इदानीं गृहपाठः अस्ति, सर्वे पुनः कथां पठित्वा सम्यक्तया अवगच्छन्तु अन्तपर्यन्तं, विशेषतः तत् सर्वे कुर्युः, किन्तु शिल्पा भगिनी, सुनिधि भगिनी, सहदेवमहोदय, येषां सन्ध्या भगिनी, येषां मातृभाषा तत्र प्रादेशिकभाषा भाषा नास्ति भारतीया, तत्र नूतन पदानाम् अन्वेषणं भवेत्, येन सर्वेषां बोधः स्यात्. अस्तु, अत्र एकः प्रश्नः अस्ति, कर्तरिप्रयोगे अत्र वयं सञ्चालयेम, विशेषवर्गान् सञ्चालयेम, तर्हि पञ्चसहस्ररूप्यकाणि तु प्राप्नुयाम, तद् भवितुम् अर्हति वा? अत्र प्राप्नुयाम इति अस्ति. अस्तु, एकवारं केवलम् आङ्ग्लभाषायां विधिलिङ्ग् कर्मणि अर्थः वदतु. अहम् आङ्ग्लभाषायां किं कः शब्दः? विधिलिङ्ग् कर्मणि अर्थः. ओ, विधिलिङ्ग् कर्मणि, कर्मणि कर्मणि कर्मणि इति जानाति खलु, कर्तरि कर्मणि. तत्र तत्र विधिलिङ्ग् विधिलिङ्ग् इति तत्र सामान्यतया आङ्ग्लभाषया शुड् बि इति तादृश अर्थः अस्ति. शुड् बि डन्, शुड् बि रिडन्. किन्तु प्रत्येकं वाक्यं दृष्ट्वा एव अनुवादः स्यात्, यतोहि अत्र कष्टं न अनुभूयेरन् तत्र अनुभूयेत, कष्टं न अनुभूयेत, शुड् इति एव, दे शुड्न्ट् एक्स्पीरियन्स् एनी डिफिकल्टि, देन् तादृश अर्थः अस्ति, शुड् आधिक्येन. अर्थः वा, परन्तु कर्मणि प्रयोगे, कर्मणि बै देम् एनी डिफिकल्टि शुड्न्ट् बि एक्स्पीरियन्स्ड्. तादृशकर्मणि बहुत्र भवति भारतीयभाषासु, किन्तु अस्माकम् आङ्ग्लभाषायां तथा सर्वत्र न भवितुम् अर्हति, किन्तु बायास् बाय् देम् इति सर्वत्र वयं न वदामः. आधिक्येन वयं किं वदामः? कर्तरिप्रयोगे, कर्तरिप्रयोगः अधिकः भवति आङ्ग्लभाषायां. यथा अहम् उपविशामि, ऐ सिट्, किन्तु मया उपविश्यते, इट् इस् सेट् बै मी इति तादृशवाक्यमेव न भवति आङ्ग्लभाषया, न भवति एव, मया उपविश्यते, तादृशं वाक्यं नास्ति एव, न भवति, सर्वत्र न सम्भवति आङ्ग्लभाषया. अस्तु, अस्तु, तर्हि समीचीनमस्ति, सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः. धन्यवादः.